नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति धातुपाठे हल्सन्धिः प्रथमः भागः इति. तत्र अस्माभिः दृष्टं यत्र हल्वर्णद्वयं वर्तते तत्र सन्धिकार्यस्य अवसरः, हल्सन्धिकार्यस्य अवसरः भवति. यथा एकस्मिन्नेव पदे पूर्ववर्णः हल्वर्णः, अनन्तरम् अपि कश्चन हल्वर्णः य र व म न त थ ध स इत्येतेषु कश्चन वर्णः, तत्र हल्सन्धेः अवसरः भवति. प्रचुरेण कुत्र सन्धिः हल्सन्धिः भवति इति चेत् यत्र परवर्णः प्रत्ययस्य आदौ यः वर्णः सः तकारादिः सकारादिः सकारादिः सकारादिः वर्तते चेत् तत्र हल्सन्धेः अवसरः लभ्यते. अत्र चत्वारि करपत्राणि सन्ति. तत्र प्रथमं करपत्रं वर्तते धातुभ्यः हलन्तेभ्यः धातुभ्यः हलन्तः धातुः. तस्मात् अपृक्तसंज्ञकः तकारः इति प्रत्ययः, सकारः इति प्रत्ययः लङ्लकारे, तदेव तत्र प्रथमकरपत्रे. तदनन्तरं हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययः, परः सकारादिप्रत्ययः, तस्य विषये द्वितीयकरपत्रे चर्चा भवति. हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययः, थकारादिप्रत्ययः परः वर्तते चेत् तस्य विषये तृतीयकरपत्रे चिन्तनं. हलन्तेभ्यः धातुभ्यः थकारादिप्रत्ययानां योजनविधिः चतुर्थकरपत्रे. तर्हि अस्मिन् करपत्रे प्रथमतया अस्माभिः दृष्टम् अपृक्त एकाल् प्रत्ययः, यस्य प्रत्ययस्य एकः एव अल् वर्णः, एकः एव वर्णः वर्तते, तस्य अपृक्तसंज्ञा भवति. अपृक्तसंज्ञायाः प्रयोजनं किम् इति चेत् तत्र एकं सूत्रं दृष्टमासीत्, हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रं. हलन्तेभ्यः धातुभ्यः लङ्लकारस्य प्रथमपुरुषे एकवचने अपृक्तसंज्ञकः तकारः इति प्रत्ययः, मध्यमपुरुषे एकवचने अपृक्तसंज्ञकः सकारः इति प्रत्ययः यः वर्तते, अनयोः लोपः भवति हलन्तेभ्यः धातुभ्यः इति अत्र सूत्रार्थः अस्ति. तर्हि लङ्लकारे प्रथमपुरुषे एकवचने तकारः इति प्रत्ययस्य लोपः भवति, मध्यमपुरुषे सकारः इति प्रत्ययस्य लोपः भवति. यदा प्रत्ययस्य विधानं भवति, तिङ् प्रत्ययस्य विधानं भवति, तदानीमेव अत्र पदसंज्ञा जायते. सुप्तिङ्गन्तं पदम् इत्यनेन यदा प्रत्ययः विधीयते, तिङ् प्रत्ययः विधीयते, तदानीमेव पदसंज्ञा जायते सुप्तिङ्गन्तं पदम् इत्यनेन. तर्हि यदा पदसंज्ञा जायते तदानीं पदान्ते कतिचन कार्याणि भवन्ति, पदान्ते कतिचन कार्याणि भवन्ति. अत्र अष्टमाध्यायस्य द्वितीयपादे, अष्टमाध्यायस्य द्वितीयपादे बहूनि सूत्राणि सन्ति यत्र पदान्ते कार्याणि भवन्ति. अष्टमाध्यायस्य द्वितीयपादे अत्र पृष्ठसङ्ख्या अस्ति 132, द्वात्रिंशदधिक एकशततमे पृष्ठे तत्र वयं द्रष्टुं शक्नुमः संयोगान्तस्य लोपः इति एकं सूत्रमस्ति, 23 सूत्रम्. अत्र अष्टाध्यायी इति पुस्तकमस्ति वा, कृपया उद्घाटयन्तु अष्टाध्यायी सूत्रपाठः. तत्र द्वात्रिंशदधिकम् एकशततमे पृष्ठे 23 सूत्रं संयोगान्तस्य लोपः इति. ततः आरभ्य क्रमेण सूत्राणि सन्ति संयोगान्तस्य लोपः. पश्यन्ति वा? आं भगिनि, नमस्कार. अस्तु, अस्तु, नमस्कारः भगिनि. अस्तु, उषा भगिनी वदतु, तत्र प्रथमं सूत्रं किम् आसीत्? तत्र संयोगान्तस्य लोपः, अनन्तरं रात्सस्य, अनन्तरं धिच, झलो जलि, ह्रस्वात् अङ्गात्, इट ईटि, स्कोः संयोगाद्योरन्ते च. एकक्षणम् एकक्षणम् एकक्षणम् अत्र एतानि सूत्राणि यानि पठितानि इदानीं भगिन्या, तत्र सर्वत्र पदान्ते इति अत्र वयं पश्यामः चेत् पेज् 129 मध्ये 16th सूत्रं पदस्य इत्यस्य अधिकारः अस्ति, पदस्य इत्यस्य अधिकारः अस्ति, पदस्य इत्यस्य अधिकारः वर्तते इति कृत्वा पदान्ते, पदस्य इत्यस्य अधिकारः अष्टमाध्यायस्य तृतीयपादे 55 इति सूत्र, पञ्चपञ्चाशत्तमं सूत्रपर्यन्तम् पदस्य इत्यस्य अधिकारः वर्तते. अत्र एतानि सूत्राणि यानि पठितानि एतानि सर्वाणि अपि पदान्ते एव एतानि कार्यं कुर्वन्ति. संयोगान्तस्य लोपः, रात्सस्य, धिच, झलो झलि, स्कोः संयोगाद्योरन्ते च, ह्रस्वातङ्गात् इति तु अत्र नास्ति, इत ईति, स्कोः संयोगाद्योरन्ते च इति एतानि सर्वाणि सूत्राणि केवलं पदान्ते कार्यं कुर्वन्ति. ततः अग्रे यानि सूत्राणि सन्ति तानि सूत्राणि न केवलं पदान्ते कार्यं कुर्वन्ति परन्तु झलिपरे अपि कार्यं कुर्वन्ति, झलिपरे. अतः निमित्तद्वयं वर्तते, पदान्ते, झलिपरे. तर्हि उषाभगिनी अग्रे. चोहोकुः, होढः, धातेर्, धातोर्घः, वा द्रुह मुहष्णु हष्णिहाम्, नहो धः, आहस्तः, व्रश्च, भ्रश्च, सृज, मृज, यज, राज, ब्राज, शशां, शः, एकाचो, बशो, भश्, झषन्तस्य, ज्दुवोः, धदस्ततोश्च, झलां, जशोन्ते, झषस्ततोर् दोर् दह, षडोकहसि, रदाभ्यां निष्ठातो, निष्ठातो. अनन्तरं षडोकहसि इति पर्यन्तं, तदनन्तरं अग्रिमपृष्ठे पदान्तस्य रुत्वं, तत्र तस्मात् पूर्वं मकारस्य नकारादेशः, तत्र 64 इति सूत्रम्. मोनो धातोः, वदतु. मोनो धातोः मुवोश्च ससजुषो रुः, तावत्. अनन्तरम् अग्रे पदान्तस्य दत्त्वं रुत्वं तिप्यनस्ते, ततः आरभ्य. तिप्यनस्तेः सिपि धातो रुर्वा दश्च रुवोर् तावत् इति एतानि सर्वाणि सूत्राणि हल्सन्धिकार्यसम्बद्धसूत्राणि सन्ति. अत्र इति एतेषां क्रमेण अध्ययनं भविष्यति. तर्हि अस्मिन् करपत्रे वयं पश्यामः चेत् प्रथमतया पदान्ते कार्याणि, संयोगान्तस्य लोपः, रात्सस्य, धीच, स्कोः संयोगाद्योरन्ते च इति 23 आरभ्य 29 पर्यन्तं पदान्ते एतेषाम् अध्ययनं भवति. तदनन्तरं तत्र पदान्ते अथवा झलिपरे च धातोः अन्ते चवर्गीयवर्णः अस्ति चेत् तत्र चोहोकुः, अनन्तरं व्रश्च, सृजमृज, यजराजराज, चशांशः इति सूत्रद्वयम्. अनन्तरं हकारान्तधातुः अस्ति चेत् होडः, दकारादि हकारान्तः चेत् दादेर्धातोर्गः, अनन्तरं वादृहमुहस्नुहस्निहाम्, अनन्तरं नह धातोः नहोदः, अनन्तरं भष्भावः, अनन्तरं जसन्तधातुः वर्तते चेत् तदनन्तरं तत्तु अग्रिमकरपत्रे भवति इति अत्र क्रमेण एतेषाम् अध्ययनं भवति. अत्र केवलं आस्वादः भवतु इति किञ्चित् अत्र उक्तम्, इदानीं तस्य साक्षात् पठनं भवति करपत्रात्. अस्तु, तर्हि अस्माभिः दृष्टं कुत्र हल्न्याभ्यो दीर्घसूत्रस्य पृक्तं हल् इत्यस्य कार्यं भवति, कुत्र तत्र अपृक्तसंज्ञक प्रत्ययः लभ्यते, अपि च हलन्तधातुः साक्षात् पूर्वं कुत्र लभ्यते इति चेत् अदादिगणे अवसरः अस्ति, जुहोत्यादिगणे अवसरः अस्ति, रुदादिगणे अपि अवसरः अस्ति, अनन्तरं यङ्लुकि अपि हल्सन्धेः अवसरः वर्तते. तर्हि एतेषां रूपाणाम् एव अत्र चिन्तनं भवति सूत्राधारेण. तर्हि अत्र प्रथमसोपाने पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि इति ततः आरभ्य पठामः. तत्र किम् उषा भगिनी पठति वा? पदं निमित्तीकृत्य कुत्र अस्ति? सिद्धा नास्ति भगिनि. प्रथमसोपानेन पदं निर्मितम् अतः पदं निमित्तीकृत्य कार्याणि. प्रथमे सोपाने तिङ् प्रत्ययः संयोजितः अतः सुप्तिङ्गन्तं पदम् इत्यनेन पदं जातम्. यद्यपि तप्रत्ययः सप्रत्ययः च इत्यनयोः लोपः जातः तथापि तिङ्प्रत्ययः तु विहितः एव, अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङ्गन्तं पदम् एव. अधुना अरुणद् अभिनद् अहन् अधोग् असंसत् इति इमानि पदानि एव. अपि च येषां पदानाम् अन्ते यः हल् वर्णः वर्तते सः पदान्तः हल् वर्णः अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिः अस्ति. अस्तु, वयं पूर्वं दृष्टवन्तः तिङ्प्रत्ययः संयोजितः लङ्लकारे वयं दृष्टवन्तः तकारसकार प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनप्रत्ययः तकारसकारः संयोजितः भवति. संयोजित अनन्तरं यत् जातम् इति धातु नास्ति परन्तु पदमेव सुप्तिङ्गन्तं पदम् इत्यनेन तिङ्प्रत्ययः इदानीं योजितं भवति. सो पदं जातं यद्यपि प्रत्ययः लोपः भवति, तकारः सकारः हल्ङ्याभ्यो दीर्घाच्युतस्य पृक्तं हल् इत्यनेन लोपः जातः, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययलोपं चेदपि प्रत्ययस्य लक्षणं भवति इत्यनेन पदमेव प्रत्ययस्य इदानीं कार्यं भवति पदम् इति जातम् इति. सो धातु इदानीं धातोः सह प्रत्ययः योजितं भवति परन्तु इदानीं धातु नास्ति. अरुणद् अभिनद् इति धातु नास्ति, पदमेव जातं. पदं जातं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदमेव भवति. पदान्तः यत् यः हल् वर्णः अन्तिमवर्णः अस्ति अरुणद् अभिनद् यत्र धातोः हल् वर्णः श्रूयते धातोः हल् वर्णः, परन्तु इदानीं पदम् इति वयं वदामः यतोहि सुप्तिङ्गन्तं पदम् इत्यनेन तिङ्प्रत्ययस्य तिङ्प्रत्ययं योजितं भवति, पदान्तः हल् वर्णः इति भवति. सो अत्र अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति. अस्तु, सम्यक् समीचीनं. तर्हि अत्र सुप्तिङ्गन्तपदम् इति स्मर्तव्यं, पदं जातं न वा इति अत्र प्रश्नः. पदमस्ति चेदेव पदान्ते एतादृशकार्याणि भवितुम् अर्हन्ति, अतः द्रष्टव्यं पदमस्ति वा न वा इति. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. अग्रे सरस्वती भगिनी पठति वा? आं भगिनि. ध्येयं यत् अग्रिमेषु सर्वेषु स्थलेषु कार्यं विहितं पदान्ते यतः पदस्य इति सूत्रस्य अधिकारः पदस्य इत्यस्य अधिकारः अष्टम अध्यायस्य प्रथमपादस्य सप्तदश सूत्रतः अष्टम अध्याये तृतीयपादस्य पञ्चपञ्चाशत् यावत् अस्ति अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः पदान्ते संयोगः च वर्गान्तधातवः हकारान्तधातवः हष् भावः सकारान्तधातवः दकारान्तधातवः मकारान्तधातवः तर्हि अत्र पुनः हल्वर्ण अस्ति इदानीं किं कानि कार्याणि भवन्ति तस्य विषये अत्र चिन्तनं भवति एतानि सर्वाणि कार्याणि पदस्य सूत्रस्य अधिकारे अस्ति सप्तसु विभागेषु तत्र विभक्तः सन्ति यत् इदानीमेव वयं सूत्रपठने एव वयं दृष्टवन्तः पदान्ते यदि संयोगः अस्ति तदा किं भवति द्वितीयभागः अस्ति च वर्गान्तः इत्युक्ते पदान्त हल्वर्णः यदि चकारः अस्ति तर्हि कथं भवति तत्र तृतीयवर्गः हकारान्तधातवः भष् भावः तर्हि भष् यदि अस्ति तर्हि तत्र कथं करणीयं कानि कार्याणि करणीयानि सन्ति सकारान्तधातवः सन्ति चेत् दकारान्तधातवः तथा मकारान्तधातवः कृते अग्रे पठानि किं भगिनि आमामाम् अग्रे पठतु प्रथमभागः अस्ति पदान्ते संयोगः तर्हि पदस्य अन्ते संयोगो अस्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपो भवति पदान्तस्य अन्ते यदि संयोगः अस्ति तर्हि अन्तिमवर्णस्य लोपः भवति केन सूत्रेण वा कैः सूत्रैः तस्य अत्र विवरणमस्ति संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति अलुन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य संयोगः अन्ते अस्ति यस्य तत्संयोगान्तं बहुव्रीहिः तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भवति संयोगान्तस्य पदस्य लोपः तर्हि अत्र प्रथमसूत्रमस्ति संयोगान्तस्य लोपः तर्हि यत्र यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अत्र अन्तिमवर्णः तस्य लोपः अनेन सूत्रेण भवति संयोगान्तस्य लोपः अनेन सूत्रेण तर्हि अन्तस्य एव लोपः भवति तस्य कृते सूत्रमस्ति परिभाषासूत्रमस्ति अलोन्त्यस्य इत्युक्ते अन्तिम अल् वर्णस्य केवलं लोपः भवति न तु पूर्णपदस्य अत्र संयोगान्त इत्युक्ते संयोग अन्ते अस्ति यस्य तदस्ति संयोगान्तः बहुव्रीहिसमासः अस्ति संयोगान्तस्य षष्ठीविभक्ति इत्युक्ते तस्य संयोगान्तस्य संयोगान्तस्य पुनः संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदं सूत्रम् अधिकारः अस्ति पदस्य अनुवृत्तिसहितसूत्रमस्ति संयोगान्तस्य पदस्य लोपः यथा बन्ध् इति औपदेशिकधातु एकक्षणं भगिनि सम्यक्तया उक्तवती एकक्षणं तर्हि इदानीम् अत्र संयोग अनुवृत्तिसहितसूत्रं कथम् अस्ति इति एकवारं प्रतिपादयतु संयोगान्तस्य पदस्य लोपः तर्हि पदम् एवमस्ति यस्य अन्ते संयोगः अस्ति तस्य पदस्य लोपः भवति अलोन्तस्य परिभाषासूत्रस्य प्रसक्तेः सत्यम् इत्युक्ते अत्र संयोगान्तम् इति कीदृशपदम् संयोगान्तम् इति बहुव्रीहिसमासः इति बहुव्रीहिसमासः अतः अत्र संयोगान्तस्य इति अत्र उक्तं वस्तुतः संयोगान्तस्य पदस्य अत्र संयोगान्तः एव पदम् एवं पदं संयोगान्तं पदं संयोगान्तं पदं संयोगान्तस्य पदस्य विशेषणविशेष्यभावः अस्ति पदस्य षष्टि एकवचनमस्ति अतः संयोगान्तं तस्यापि षष्टि एकवचनं संयोगान्तस्य हा सम्यक् सम्यक् समीचीनं समीचीनं तर्हि पदं भवेत् प्रथमतया पदं भवेत् तादृशपदस्य अन्ते संयोगः भवेत् संयोगः वर्तते चेत् अन्तिमवर्णस्य लोपः भवति इति हा अतः सर्वदा स्मर्तव्यं संयोगान्तस्य लोपः इति यत्र पदम् अस्ति तत्र एव कार्यं करोति अन्यत्र नास्ति अस्तु भगिनि बहु सम्यक् धन्यवादः इदानीं किञ्चित् अग्रे तत्र किं शोभाभगिनी पठति वा आं भगिनि हा इदानीम् अग्रे अबाबन्ध् योगः तकारः बन्ध् इति औपदेशिकधातुः ततः यथा बन्ध् इति यथा तत् न पठितं खलु आम् यथा बन्ध् इति औपदेशिकधातुः तस्य यङ् लुगन्तधातुः बाबन्ध् इति भवति अबाबन्ध् योगः त इदानीं हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन त लोपः अबाबन्ध् इति तिङन्तं संयोगान्तं पदं संयोगान्तस्य लोपः इत्यनेन पदस्य अन्तिमवर्णस्य लोपः अबाबन् इति भवति तर्हि इदानीं तत्र संयोगान्तस्य लोपः इत्यस्मात् अनन्तरं तत्र उदाहरणं दत्तमस्ति बन्ध् इति औपदेशिकधातुं स्वीकृत्य तत्र तस्य यङ् लुगन्तधातुः बाबन्ध् इति भवति इदानीं तत्र अबाबन्ध् इति तत्र लङ्लकार इति खलु भगिनि आमाम् अस्तु अबाबन्ध् योगः त प्रत्ययः तत्र तिप्रत्ययः हल्याभ्यो दीर्घात् स्तुतिस्य पृक्त हल् इत्युक्ते हल्याभ्यः दीर्घात् स्तुति स्तुति इति तयोः अपृक्तं हल् इति इत्युक्ते त इत्यनेन त लोपः भवति इत्युक्ते अपृक्त इत्युक्ते किम् अपृक्त इत्युक्ते एकाल् इति तत्र अपृक्तं हल् इति तकारः एकक्षणं तद् नास्ति त लोपः अस्तु एकक्षणं भगिनी पठितवती पूर्वम् एतत् सूत्रम् हल्याभ्यो इत्यनेन अपृक्तसंज्ञकस्य हलः लोपः न तत्र एकक्षणं भगिनि इत्युक्ते तत्र दीर्घात् हल्याभ्यो स्तुतिसि अपृक्तं हल् लुप्यते हल इत्युक्ते सुतीसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः अस्तु इत्युक्ते तत्र ति इति अस्ति तत्र तर्हि तत्र एकाल् भवति तस्य केवलं हलः लोपः अतः तकारलोपः भवति तत्र अस्तु तालोपः भवति अबाबन्ध् इति तिङन्तं संयोगान्तं पदमस्ति इदानीं संयोगान्तस्य लोपः इत्यनेन पदस्य अन्तिमवर्णस्य लोपः अबाबन् इति तिष्ठति तत्र इति हा इति सूत्र द्वाभ्यां सूत्राभ्याम् अबाबन् योगः त इत्यत्र अबाबन् इति एव तत् किन्तु तत्र तालोपः अभवत् इदानीम् अबाबन्ध् इति अस्ति अबाबन्ध् इति तिङन्तं संयोगान्तं पदं संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः अस्तु प्रथमं तकारलोपः हल्याभ्यो इत्यनेन द्वितीय किं सोपाने संयोगान्तस्य लोपः इति इत्यनेन पदस्य अन्तिमवर्णस्य लोपः अबाबन् इति तिष्ठति तर्हि तत्र आं भगिनि तावत् सम्यक् वा आमामां प्रथमं प्रथमप्रत्ययस्य लोपः भवति खलु भगिनी, तदनन्तरं पदस्य अन्त्यस्य वर्णस्य संयोगान्तस्य लोपः इत्यनेन लोपः भवति. हा हा, समीचीनं. तर्हि अबाबन् इति इदानीं पदमस्ति, अबाबन् इदानीम् अग्रे संयोगान्तस्य लोपः इत्यस्य अवसरः नास्ति, अतः अबाबन् इति एव तिष्ठति. तर्हि अत्र अत्र सर्वत्र वयं द्रष्टुं शक्नुमः अल्याभ्यो दीर्घसूत्रस्य पृक्तं हल् इत्यस्य अवसरः सर्वत्र भवति लङ्लकारे, अनन्तरं संयोगः अन्ते वर्तते चेत् संयोगान्तस्य लोपः इत्यस्य अवसरः. ओके, अस्तु भगिनि, समीचीनं, धन्यवादः. इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा? आं भगिनि, संयोगस्य प्रथमसदस्य सदस्यरेफः सदस्यरेफः चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न. रात्सस्य अष्टमाध्यायस्य द्वितीयपादस्य चतुर्विंशतितमं सूत्रं, यस्य पदस्य अन्ते संयोगः अस्ति संयोगस्य प्रथमसदस्य रेफः चेत् रेफात् परस्य सकारस्य एव लोपः भवति, अन्यवर्णस्य न. रात् पञ्चम्यन्तं, सस्य षष्ट्यन्तं, द्विपदम् इदं सूत्रं, संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, रात् संयोगान्तस्य पदस्य सस्य लोपः. इदानीं संयोगान्त तत्र सदस्यस्य इति भवति वा? संयोगान्तस्य पदस्य सस्य लोपः कुत्र? न, उपरि तत्र प्रथमसदस्य इति अस्ति खलु, सदस्यः प्रथमसदस्यः रेपः सदस्यः सदस्यस्य किं भगिनि मेम्बर् सदस्यः इत्युक्ते मेम्बर्. हा, तत्र तस्य षष्टिः भवति चेत् इदानीं सदस्यः इति शब्दः सदस्यस्य इति न भवति वा? सदस्यस्य इति न, सदस्यः इति शब्दः, सदस्यः इति पुल्लिङ्गे एव अस्ति, पुल्लिङ्गशब्दः सदस्यः. ओ अस्तु, तत्र षष्ठी इति चिन्तितवती, क्षम्यतां, प्रथम एव सदस्यः रेपः. अस्तु अस्तु, रेपः इति तत्र विशेषणरूपेण प्रयुक्तं, प्रथमसदस्यः रेपः. अस्तु, क्षम्यताम्. संयोगान्तस्य लोपः इति सूत्रं वदति पदान्ते संयोगः भवति चेत् तत्र हल्ङ्याभ्यो दीर्घाच्युतिस्य प्रत्यं हल् इत्यनेन प्रत्ययस्य एकाल् प्रत्ययस्य लोपः भवति, अपि च पदान्ते संयोगः यत् अस्ति तस्य अन्तिमवर्णस्य लोपः भवति. अत्र संयोगान्ते यदि रेफः अन्तिमवर्णः भवति तदा रेफात् परः केवलम् एकाल् सकारः भवति चेत् रेफस्य लोपः भवति, अन्य केनापि वर्णः भवति चेत् न भवति, रेफस्य लोपः न भवति. सूत्रमस्ति रात्सस्य, अत्र रात् इति पञ्चम्यन्तं, सस्य इति षष्ट्यन्तं, द्विपदम् इदं सूत्रं, परन्तु पूर्वस्मिन् सूत्रात् अनुवृत्तिसहित अनुवर्तते, सम्पूर्णसूत्रम् अनुवर्तते, अनुवृत्तिसहितसूत्रं भवति रात् संयोगान्तस्य पदस्य सस्य लोपः. अर्थः एवमस्ति, यदा पदान्ते संयोगः अस्ति अन्तिमसंयोगपदं संयोगवर्णः रेफः अस्ति तदा न न अन्तिमवर्णः रेफः नास्ति, प्रथमवर्णः रेपः, अनन्तरं कश्चन वर्णः, कः सः वर्णः? सकारः. ओ ओ रेफात् परः यदि सकारः भवति तदा एकाल् प्रत्ययः भवति चेत् एकाल् प्रत्ययः तु लुप्यते तदा रात्सस्य इति सूत्रेण रेफात् परस्य सकारस्य लोपः भवति अन्तिमवर्णः केवलं रेफः इति एव अवशिष्यते. समीचीनम्. आमामाम् इत्युक्ते अन्ते पदम् अस्ति, पदस्य अन्ते संयोगः वर्तते, परन्तु संयोगस्य प्रथमवर्णः रेफः, द्वितीयः वर्णः सकारः चेत् सकारस्य लोपः. तर्हि इदानीं प्रश्नः भवत्याः कृते, तादृशकार्यं संयोगान् न इति भवत्याः कृते प्रश्नः, रेपात् परस्य सकारस्य लोपः इति उक्तं, तादृशसकारस्य लोपः पूर्वेण सूत्रेण न भवितुमर्हति वा? न, तत्तु प्रत्ययस्य सकारः नास्ति. न, संयोगान्तस्य लोपः इत्यनेन रेपात् परस्य सकारस्य लोपः न भवितुमर्हति वा? संयोगान्तस्य लोपः इत्यनेन अर्हति खलु, कर्तुं शक्यते. आम्, तर्हि किमर्थमिदं सूत्रम्? यतोहि रेफात् परे सकारः विना, सकारं विहाय अन्ये वर्णाः भवन्ति चेत् संयोगान्तस्य लोपः कार्यं न कर्तुं शक्यते. हा, इति अस्ति, इति अस्ति सत्यं. तर्हि रेफात् परस्य सकारस्य एव लोपः, सकारस्य एव लोपः, न तु अन्यवर्णस्य इति. इदं सूत्रं नियमसूत्रम् इति वदामः. नियमसूत्रं किम्, किमर्थं नियमसूत्रम्? पूर्वेण सूत्रेण एव, हा, पूर्वेण सूत्रेण एव कार्यं सिद्धं. रेपात्परस्य सकारस्य लोपः तु पूर्वेण सूत्रेण एव सिद्धं. तथापि पुनः वदति, किमर्थं वदति इति चेत्, रेपात्परस्य सकारस्य लोपः तु भवतु, परन्तु अन्यः वर्णः अस्ति चेत् न लुप्यते इत्यपि बोधः भवति अनेन सूत्रेण. इत्युक्ते अस्मिन् सूत्रे वस्तुतः कार्यद्वयं वर्तते. रेपात्परस्य सकारस्य लोपः भवति इति एकं कार्यं, रेपात्परस्य अन्यः वर्णः अस्ति चेत् लोपस्य निषेधः. पूर्वेण सूत्रेण यद् कार्यं प्राप्तं तस्य निषेधः अपि अत्र क्रियते. तादृशमेव नियमनम् इति वयं वदामः. रेपात्परस्य सकारस्य लोपः तु संयोगान्तस्य लोपः इत्यनेन एव प्राप्तं. रेपात्परस्य अन्यवर्णः अपि, अन्यवर्णस्य लोपः अपि संयोगान्तस्य लोपः इत्यनेन प्राप्तं, प्राप्तमस्ति, लोपः प्राप्तः. तादृशलोपः न भवति, तादृशलोपस्य निषेधः अनेन सूत्रेण क्रियते, रात्सस्य इत्यनेन क्रियते. बुद्धं वा? आं भगिनि. अस्तु, सम्यक्. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. अग्रे वंसि भगिनी पठतु. श्रूयते किल? आं भगिनि, नमस्कारः. तत्र सिद्धे सति आरभ्यमाणः विधिः, आरभ्यमाणा विधिः नियमाय भवति इति एव लक्षणमस्ति किल भगिनि, तत्र नियमसूत्रस्य? आमामां, तदेव अत्र अग्रे उच्यते, पठतु. अस्तु, वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य लोपो भवति, अयं च सकारलोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु? तर्हि पुनः राप्सस्य इति कथनस्य का आवश्यकता? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति, अयं सकारः लोपः पुनः उक्तः यतोहि अनेन नियमति इदं सूत्रं नियमसूत्रम्. अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः. अस्तु, तत्र नियमसूत्रस्य विवरणं करोति, तत्र अस्मिन् परिच्यते. तत्र पूर्वसूत्रेण यत्र संयोगान्तस्य लोपः इति सूत्रेण रेफात् परस्य सकारस्य, रेफः सकारस्य संयोगः अस्ति इति कारणात् तत्र सकारस्य लोपः जायते किल, तर्हि पुनः राजस्य इत्यस्य सूत्रस्य का आवश्यकता इत्येव प्रश्नः. अतः राजस्य इति किम् इति नियमसूत्रमस्ति, इत्युक्ते पूर्वे सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति इति. पूर्वं तु कार्यं सिद्धमस्ति, यतोहि रेपः रेपात् परः सकारस्य लोपः संयोगान्तस्य लोपेन तत्र सूत्रेण भवति. परन्तु अनेन विधिना तत्र राजस्य इति सूत्रेण पुनः तत्र विधिः किमर्थं कृतम् इत्युक्ते नियमाय कृतम् इत्युक्ते रेपात् परस्य केवलं सकारस्य एव लोपः भवति, अन्यवर्णाः यदि सन्ति तेषां लोपः न भवति इति उक्तम् इति निरूपयति इदं सूत्रं राजस्य इति सूत्रम्. अतः तत्र यद्यपि तत्र पूर्वं प्राप्तं तमपि तत्र नियमं करोति इत्युक्ते तत्र लघुरूपेण तत्र यत् सर्वत्र प्रवर्तते तत्र लघुरूपेण तत्र कार्यं संक्षिप्तेन वदति, तत्र रेफात् परः सकारस्य एव लोपः भवति इति सूत्रं वदति भगिनी. इत्येव आशयः अस्य सूत्रस्य. आमामां समीचीनं भगिनि, सम्यक् अस्ति. इति एव अस्ति तत्र नियमसूत्रस्य लक्षणम् अस्ति, सिद्धे सति आरभ्यमाणः विधिः नियमाय भवति इति. सिद्धे सति इत्युक्ते प्राप्ते सति, सिद्धं रेपात्परस्य सकारस्य लोपः सिद्धः अस्ति संयोगान्तस्य लोपः इति सूत्रेण, पूर्वसूत्रेण एव रेपात्परस्य सकारस्य लोपः इति कार्यं सिद्धम् सिद्धं. तथापि पुनः उच्यते इत्युक्ते पाणिनीयसूत्रेषु यदा एकं कार्यम् एकेन सूत्रेण सिद्धं चेत् पुनः न उच्यते. किमर्थं पुनः वक्तव्यं? पुनः वक्तव्यं चेत् तत्र भिन्नविषयः भवेत् तदानीम् उच्यते, परन्तु अत्र भिन्नविषयः नास्ति, समानविषयः अस्ति. तथापि उक्तं, किमर्थम् उक्तम् इति चेत् सिद्धे सति यः विधिः आरभ्यमाणः अस्ति सः विधिः नियमाय भवति इत्युक्ते तत्र नियमनं करोति अथवा सीमां स्थापयति. इत्युक्ते पूर्वेण कार्यं सिद्धं, परन्तु रेपात्परस्य सकारस्य एव लोपः, परन्तु रेपस्य अनन्तरम् अन्यः वर्णः अस्ति चेत् न लुप्यते इति अपि विवरणम् अत्र वयं प्राप्तुं शक्नुमः. तादृशविवरणं पूर्वस्मिन् सूत्रे नासीत्. रेपस्य अनन्तरम् इदानीं पकारः अस्ति, तर्हि संयोगान्तस्य लोपः इत्यनेन लोपः भवति. परन्तु यावत्पर्यन्तं राजस्य इति सूत्रं न पठितं तावत्पर्यन्तं न अवगन्तुं शक्नुमः रेपात्परस्य पकारस्य लोपः न भवति इति. एतादृशसूचना अनेन सूत्रेण लभ्यते. रेपात्परस्य किं लकारस्य लोपः न भवति, रेपात्परस्य अन्य यः कोऽपि वर्णः भवतु सकारं विहाय तेषां लोपः न भवति इति विवरणम् अनेन सूत्रेण एव भवति. अतः इदं सूत्रम् अत्र नियमसूत्रमिति वदामः. तदर्थमेव तत्र व्याख्यानेषु किम् उच्यते इति चेत् रेपात् परस्य सकारस्य एव लोपः, एवाकारः अस्ति, एवाकारेण किम् अवगम्यते इति चेत् सकारस्य एव लोपः भवति, अन्यस्य न भवति इति अपि विवरणम् अस्माभिः प्राप्यते इति कृत्वा नियमसूत्रम् इति वदामः. अस्तु, तर्हि इदानीम् अग्रे किं सूर्यकुमारी भगिनी पठति वा? भगिनि, अमृज् योगः अमृज् तत्र अन्यसूत्रमस्ति मृजे वृद्धिः इत्यनेन वृद्धिः भवति, रूपमस्ति अमार्ज्. तत्र रेफात् परः जकार अस्ति, संयोगान्तस्य लोपः इत्यनेन जालोपः प्राप्तः, रात्सस्य इत्यनेन जालोपः बाधितः, तत्कारणेन रूपमस्ति अमार्ज्. तत्र रात्सस्य इत्यस्य नियमम् अयम् उदाहरणे दत्तमस्ति. अमृज् तत्र मृजे वृद्धिकारणेन अमार्ज् भवति. तत्र रेफात् परः जकार अस्ति, सकार रेफात् परः सकार एव लोपः भवति, न अन्यवर्णाः. तत्र प्रथमं संयोगान्तस्य लोपः इत्यनेन जालोपः जकारलोपः प्राप्तः, सिद्धत्वं भवति, रातसस्य इत्यनेन निषेधः भवति, जकारस्य लोपः निषेधः भवति, तत्कारणेन संयोगः अस्ति अमार्चि. संयोगान्तस्य लोपः इत्यस्य अपवादम् इति उक्तं वा मम भगिनि? अपवादः नास्ति, अपवादः नास्ति. अपवादः इत्युक्ते तस्य कार्यं भिन्नं भवेत् नियमसूत्रेण प्राप्तम्. ओके, तर्हि अपवादसूत्रम् अपि च नियमसूत्रम् अनयोः कः भेदः, कोऽपि वदतु. सूत्रं बलवत् भवति. अस्तु, सरस्वतीपत्नी वदतु. अपवादसूत्रम् इत्युक्ते सूत्रं यद् उत्सर्गसूत्रमस्ति तत् कार्यम् अकृत्वा अपवादसूत्रं यत् कार्यं सूत्रेण विहितमस्ति तत् करणीयम्. नियमसूत्रम् इत्युक्ते प्रथमसूत्रम् उत्सर्गरूपेण यत् सूत्रमस्ति तत्तु कार्यं करोति, परन्तु विशिष्टप्रसङ्गे तस्य कार्यं न भवति. यथा अत्र वयं संयोगान्तस्य लोपः तथा राष्ट्रस्य वयं दृष्टवन्तः. तत्र राष्ट्रस्य अस्य कार्यं केवलं रेफानन्तरं सकारः अस्ति चेदेव भवति, परन्तु तत् कार्यं तु संयोगान्तस्य लोपः तन्निमित्तं तत्रापि पूरितं, परन्तु तत् कार्यं न भवति तत्र. नियमं भवति तस्य संयोगान्तस्य लोपः न करणीयं यदि रेफः प्रथमः अस्ति, तदनन्तरं सकारविहाय अन्य कोऽपि वर्णः अस्ति चेत् तावदेव भवति वा किमपि अन्यत्? आमामाम्, इत्युक्ते अपवादसूत्रम् अपवादसूत्रम् इत्युक्ते एकं सूत्रम् भिन्न एव कार्यं वदति करणीयं तत्, तस्य एव नियमं न भवति. प्रथमसूत्र उत्सर्गसूत्रस्य नियमः एव न भवति. इत्युक्ते भिन्नं कार्यम् इत्युक्ते पूर्वमेव प्राप्तम् इति नास्ति इति एकः भेदः. पूर्वमेव प्राप्तम् इति नास्ति, भिन्नं कार्यं वदति. एतादृशकार्यं न क्रियते चेत् तत् सूत्रं व्यर्थं भवति इति वदामः चेत् अपवादः खलु, निरवकाशत्वम् अपवादस्य लक्षणं. तर्हि पूर्वं न प्राप्तं, पूर्वम् अप्राप्तम्, इदानीं न क्रियते चेत् व्यर्थं भवति, तादृशसूत्रम् अपवादसूत्रम्. नियमसूत्रम् इत्युक्ते पूर्वमेव प्राप्तं, तथापि पुनः उच्यते किम्, यतोहि किमपि नूतनम् अत्र उच्यमानमस्ति. कीदृशनूतनविषयः इति चेत् अत्र सीमायाः विषयः अस्ति. पूर्वं प्राप्तं परन्तु एतादृशकार्यं सर्वत्र न भवति, केवलम् एवम् अस्ति चेत् भवति, अन्यत्र न भवति इति एतादृशनूतनविचारः अपि अत्र दीयते इति कृत्वा नियमसूत्रम्. अतः नियमसूत्रं भिन्नम्, अपवादसूत्रं भिन्नम्. बुद्धं वा? अपवादसूत्रं पूर्वसूत्रस्य निषेधं भवति. अपवादसूत्रं पूर्वसूत्रस्य निषेधं भवति इति नास्ति, निषेधसूत्रं भिन्नमस्ति. ओके, निषेधसूत्रम् इत्युक्ते यदा कश्चन विधिः उक्तः अस्ति तादृशविधिः न भवति इति वदति. ओके, तत्तु निषेधसूत्रम्. इदानीं यदि वदामः भवती प्रतिदिनं शालां गच्छतु इति अहं वदामि, तर्हि तत्र शालागमनं एव विधिः. तदनन्तरम् अहं वदामि रविवासरे मा गच्छतु, रविवासरे न गच्छतु इति अहं वदामि चेत् तद् निषेधः. तर्हि रविवासरे मा गच्छतु, अन्येषु दिनेषु गच्छतु. तर्हि पूर्वं विधिः अस्ति, गच्छतु शालां गच्छतु इति विधिः अस्ति. तदनन्तरम् अहं वदामि रविवासरे मा गच्छतु, तदानीं निषेधः. तत्र अपवादस्य विषयः नास्ति, विधिः अस्ति चेदेव निषेधः भवति. यदि अहं न वदामि शालां गच्छतु, प्रतिदिनं शालां गच्छतु इति न वदामि, केवलं वदामि रविवासरे शालां मा गच्छतु इति अहं वदामि चेत् तदानीम् अस्माकं संशयः भवति किमर्थमेवं वदति इति. रविवासरे शालां मा गच्छतु इति वदति चेत् तदानीं तत्र ऊहां कर्तुं शक्नुमः, ओहो प्रतिदिनं गच्छतु इति केनापि उक्तं, तस्य निषेधः क्रियते अत्र, ओ रविवासरे मा गच्छतु इति. अतः प्रथमतया विधिः भवति, तस्य एव निषेधः. विधिः नास्ति चेत् निषेधः नास्ति, अतः तादृशव्यवहारः निषेधः. अत्र तु तथा नास्ति. अत्र इत्युक्ते नियमसूत्रे निषेधस्य कश्चन भागः अस्ति, परन्तु तत्र प्राधान्यं नास्ति. प्राधान्यं कुत्र अस्ति? रेपात् परस्य सकारस्य एव लोपः इत्यत्र प्राधान्यम् अस्ति. निषेधः इति अपि भागः तत्र वर्तते. रेपात् परस्य अन्यः वर्णः अस्ति चेत् न भवति, यतोहि रेपात् परस्य अन्यः वर्णः अस्ति चेत् भवति इति विधिः आसीत्, तस्य निषेधः अपि अत्र अस्ति. नियमसूत्रे निषेधः इति अपि भागः वर्तते, सीमायाः स्थापनम् इति भागः अपि वर्तते. सीमायाः स्थापनमेव वस्तुतः निषेधः, निषेधरूपेण अस्ति. अस्तु, अवगतं वा भगिनि? अस्तु, तर्हि इदानीं भगिनि निषेधसूत्रे सूत्रेषु सर्वदा न अस्ति सूत्रेषु वा कोऽपि किमपि उदाहरणमस्ति यत्र न नास्ति सूत्रे? न, निषेधसूत्रे सर्वदा न अस्ति, न नास्ति इति न, अस्ति अस्ति प्रायः. तद् तदपि दृष्ट्वा वक्तुं शक्नुमः न निषेधसूत्रे? आमामां, न इत्युक्ते कदाचित् सूत्रे समस्तपदं भवति, नैसमासरूपेण अपि भवितुम् अर्हति. धन्यवादः. एतत् अत्र एतत् जशस्ततोर्दोदः तत्र अधः इति अत्र धा धातु अस्ति चेत् न भवति इति नैसमासरूपेण अपि उक्तमस्ति, तत्रापि निषेधः एव. निषेधसूत्रं नास्ति न जशस्ततोर्दोदः, निषेधसूत्रं नास्ति खलु? न, तत्र भागद्वयं वर्तते, भागद्वयं वर्तते. एकस्मिन्नेव सूत्रे भागद्वयं वर्तते, एकत्र कार्यस्य विधिः, अन्यत्र निषेधः अपि अस्ति. निषेधः अपि अस्ति, परन्तु निषेधे प्राधान्यं नास्ति. कार्ये एव प्राधान्यं, परन्तु निषेधः अपि वर्तते तत्र. भगिनी, तत्र नियमसूत्रं तु अस्ति राक्षस्य इति, पर्योदासः इति तत्र वक्तुं शक्नुमः वा? विधिः अस्ति, निषेधः अपि अस्ति इति. कुत्र अस्ति पर्युदासः? पर्युदासः प्रतिषेधः इति नञ् तत्पुरुषसमासः अस्ति चेदेव वदामः, अत्र तादृशं नास्ति. नञ् तत्पुरुषः अस्ति चेदेव वा? अस्तु, आमाम्, अत्र नास्ति, नञ् समासः नास्ति. अस्तु अस्तु अस्तु अस्तु, किञ्चित् अग्रे गच्छामः. इदानीं सूर्यकुमारी भगिनी अग्रे यद् लिखितं तदपि पठतु. हा भगिनि, अग्रे द्रक्ष्यामः यत् अमाज् तत्र अन्यसूत्रमस्ति, व्रश्य भ्रश्य सृज मृज यज राजभ्राज चशांसः, इत्यनेन जस्थाने सकारादेशः रूपमस्ति अमार्ष्. जलां जस्यन्ते इत्यनेन पदान्ते जस्त्वम् अमार्ड् भवति, वावसाने इत्यनेन विकल्पेन पदान्ते चत्वं भवति, अमार्ट् भवति. तत्र धातु अस्ति मृज्, मृजधातु सूत्रे उक्तमस्ति, व्रश्य भ्रश्य सृज मृज यजराज ब्राज चशांसः, सूत्रे मृजधातु धातुः उक्तमस्ति. तत्र जकारस्य स्थाने सकारादेशः भवति, रूपमस्ति पदान्त अस्ति अमार्ष, अमार्ष अस्ति. तदनन्तरं पदान्तकार्याणि अपि भवति, जलां जशन्ते इत्यनेन सकारस्य स्थाने दकारायाति, अमार्ड् भवति. अन्यसूत्रमपि आयाति वावसाने इत्यनेन चत्वं भवति, दकारस्थाने तकार आयाति, रूपम् अमार्त्. अग्रे पठामि वा भगिनि? आमां सम्यक् अस्ति भगिनि, समीचीनं, धन्यवादः. तर्हि अत्र अमार्ज् इत्यत्र अत्र अस्माकं विषयः अस्ति केवलं राक्षस्य इति, अतः तस्य विषये एव चिन्तनं कुर्मः. अग्रे प्रक्रियायां रूपं कथं लभ्यते इति तस्य विषये अग्रे पश्यामः, परन्तु यतोहि व्रश्च इति सूत्रं न दृष्टम् अतः अस्य विषये चिन्तनम् अग्रे कुर्मः. परन्तु अत्र अमार्ज् इत्यत्र यदा वृद्धिः भवति तदानीम् अन्ते अमार्ज् इति पदमस्ति, पदस्य अन्ते रेपजकारयोः संयोगः, अतः संयोगान्तस्य लोपः इत्यनेन जकारस्य लोपः स्यात्. परन्तु तत् सूत्रं बाधितमस्ति रात्सस्य इत्यनेन. रात्सस्य इति सूत्रं वदति रेपात् परस्य सकारस्य एव लोपः, न तु अन्यवर्णस्य. अतः अत्र तु रेपस्य अनन्तरं जकारः अस्ति, अतः अत्र जकारस्य लोपः न भवति, अमार्ज् इत्येव तिष्ठति. तत्पश्चात् प्रक्रियायां प्रश्नप्रश्न इति कार्यं करोति, जकारस्य मूर्धन्यषकारः जस्त्वं चर्त्वं कृत्वा रूपद्वयं विकल्पेन अमार्ट् अमार्ट् इति लभ्यते. अस्तु अस्तु, तर्हि रेपात् परस्य सकारस्य लोपः कुतः कुत्र भवति इति प्रश्नः भवति. अत्र तु रेपात् परस्य जकारस्य लोपः न भवति इति उक्तम्, परन्तु रेपात् परस्य सकारस्य लोपः राक्षस्य इत्यनेन उक्तं, तत् कुत्र भवति इति विषयः अग्रे अस्ति. तद् पद्मनाभन् महोदय पठति वा? हा महोदय, यदा कदा प्रश्नः आयाति सकारलोपस्य उदाहरणं किम्, एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेपसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते. ऋकारान्तसुबन्तानां पञ्चम्यन्तं रूपं षष्ट्यन्तं रूपं च अनेन सिध्यति. यथा पितृयोगः ञस्, अनुबन्धलोपे पितृयोगः अस्, ऋत उत् इत्यनेन ऋकारान्तात् उत्तरयोः ञसि ञसोः अतिपरे पूर्वपरयोः उकारः एकादेशः भवति. अतः पित् योगः उ योगः इस् सकारः. उरण्परः इत्यनेन रुस्थाने यः अन् सः रपरः भवति. पित् योगः उर् पितुर्योग योगः सकारः. अत्र रात्रस्य इत्यनेन सकारस्य लोपः, अनन्तरं पितुर् इति भवति. करावसानयोर्विसर्जनीयः इत्यनेन अवसाने रेपस्य स्थाने विसर्गादेशः भवति, पितुः इति भवति. अत्र यदा यदि भवती उक्तं तदेव अत्र सकारस्य लोपः धातो अन्ते न स्यात् यत्र कुत्र भवति इति प्रश्ने सति तत्र लिखितमस्ति सुबन्धेषु भवति. सुबन्धेषु ऋकारान्तसुबन्तानाम् एतत् सूत्रस्य प्राप्तिः अस्ति, रात्रस्य इत्यस्य सूत्रस्य प्राप्तिः अस्ति. अत्र उदाहरणं पश्यामश्चेत् अत्र पितृयोगः ञस्, अत्र ऋत उत् इत्यनेन पितृयोगः ञस् अस्ति, अनुबन्धलोपे पितृयोगः अस् भवति. अत्र ऋकारस्य स्थाने अकारः आगच्छति ऋत उत् इति सूत्रेण. यदा कदा अकारः आदिष्टः भवति तदा अन्प्रत्यहारे अकारः अस्ति, अतः उरण्परः इति सूत्रस्य साहाय्येन अर् इति आगच्छति. अत्र पित् योगः अर् पितर् पितर् पित् योगः सारि उर् उकारः आदिष्टः भवति. यदा कदा उकारः अन्प्रत्यहारे अस्ति अतः उरण्परः इत्यनेन रेपः सर्वदा भवति, उर् इति भवति. पित् योगः उर् पितुर् इति भवति. अनन्तरं पितुर्योगः सकारप्रत्ययः अस्ति. अत्र राक्षस्य इत्यनेन रेपात् परस्य सकारस्य लोपः भवति, अतः पित् योगः उ एव अवशिष्यते. रेपः राक्षस्य इति सूत्रेण रेपः लोपः जातः. अतः पितु समितं पितुर् इति भवति. पितुर्योगः सकारः, अत्र राक्षस्य इति सूत्रेण रेपात् परस्य सकारस्य लोपः भवति, पितुर् एव अवशिष्यते. अत्र अन्ते रेपः अस्ति, अतः करावसानयोर्विसर्जनीयः इति सूत्रेण अवसाने अत्र रेपस्य स्थाने विसर्गादेशः भवति. रेपस्य स्थाने विसर्गः आगते सति अत्र पितुः इति रूपं प्राप्तम्. हा बहु सम्यक् सुन्दरं तर्हि अत्र पितुर्योगः सकारः इत्यत्र राक्षस्य इत्यस्य कार्यार्थं पदान्तः अपि अपेक्षितः अस्ति खलु अत्र पदान्तमस्ति वा एकदा पितुर्योगः सकारस्य प्रत्ययस्य योजनेन सुप्तिगन्तं पदम् इति सूत्रेण पदं प्राप्तम् अतः अत्र राक्षस्य इति सूत्रेण रेपः अस्ति सकारः अस्ति संयोगः पदस्य अन्ते अस्ति रेपात् परस्य सकारस्य लोपः राक्षस्य इति सूत्रेण लोपः भवति सकारस्य लोपः भवति सम्यक् सम्यक् उत्तमं समीचीनम् तर्हि रेपात् परस्य सकारस्य लोपः सुबन्तप्रकरणे लभ्यते अत्र तिगन्तप्रकरणे प्रायेण न प्राप्यते सुबन्तप्रकरणे लभ्यते अत्र तु तिङन्तप्रकरणे वयं प्रायेण रेपात् परस्य अन्यः यः वर्णः अस्ति तस्य लोपः न भवति इति एव पश्यामः रेपात् परस्य सकारस्य लोपः इति विरलतया पश्यामः रेपात् परस्य अन्यवर्णस्य लोपः न भवति इत्येव प्रायेण पश्यामः अस्तु समीचीनं धन्यवादः महोदय तर्हि इदानीम् अग्रे किं लक्ष्मीभगिनी पठति वा राल्लोपः इति सूत्रम् आं भगिनी पठामि नमस्ते भगिनि नमस्कारः जलादिप्रत्ययपरे रेफात् परस्य छकारस्य वकारस्य च लोपः भवति राल्लोपः रेफात् परस्य चकारस्य वकारस्य च लोपः भवति द्वि जलादिप्रत्ययः अनासिक च परे अस्ति चेत् रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं छ्वोः षूडन्नासिके च इत्यस्मात् छ्वोः इत्यस्य अनुवृत्तिः अत्र ध्येयं यत् अनुवृत्तौ तुक् सहितः चकारः सत्यपि व्याख्याने तुगागमः न अपेक्षितः अतः न स्वीकृतः अनुनासिकस्य क्विजलोः नीति इत्यस्मात् अनुनासिकस्य क्विजलोः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् झोः लोपः अनुनासिके क्विजलोः अत्र नूतनसूत्रमस्ति राल्लोपः इति राल्लोपः इति सूत्रं वदति रेफात् परस्य चकारस्य अथवा वकारस्य लोपः भवति कदा भवति इति चेत् यदि परे क्विप्रत्ययः अथवा जलादिप्रत्ययः अथवा अनुनासिकप्रत्ययः अस्ति चेत् चकारस्य वकारस्य लोपः भवति इति इदं सूत्रं वदति अत्र रात् लोपः इति सूत्रे रात् लोपः इति पदविभागः रात् लोपः रात् लोपः अत्र रात् तकारस्य लकारादेशः तोर्लि सूत्रेण भवति सन्धिकार्यम् अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य रात् छोः लोपः अनुनासिके क्विजलोः क्विजलोः इति अत्र सप्तमी द्विवचनं स्यात् क्वि जलि जलादिप्रत्यये परे अनुनासिके परे च रेफात् परस्य चकारवकारयोः लोपः भवति इति अत्र सूत्रस्य अर्थः अस्ति अपि च अत्र संयोगान्तस्य लोपः रात्सस्य सूत्रद्वयं च पदान्ते कार्यं करोति चेत् अत्र रात्लोपः इति अपदान्ते भवति यतो हि जलि परे इति उक्तत्वात् अपदान्ते इति अर्थः बुध्यते परम् अत्र झ्वोः इत्यस्य विषयः उक्तः अस्ति यतोहि अत्र झ्वोः इति झ्वोः इत्यत्र चकारः दृश्यते किन्तु सूत्रातः झोः इति जकाररूपेण उक्तवती वा झोः इति झ्वोः हा झ्वोः चकारवकारः झ्वोः ओके खलु अत्र अनुवृत्तिसहित तुक् सहितः चकारः दृश्यते तथापि तुक् आगमः न अपेक्षितः इति अत्र लिखितमस्ति न स्वीकृतः तर्हि रेफात् परस्य चकारः एव स्वीकृतः तुक् सहितः चकारः न स्वीकृतः इति अपि अत्र उक्तमस्ति. तावदेव अत्र अर्थः. समीचीनं समीचीनं. सम्यक् सम्यक्. तर्हि रात् लोपः, रात् स्वोः लोपः, स्वोः लोपः इत्यत्र अत्र कार्यद्वयमस्ति. चकार रेपात् परस्य चकारस्य लोपः अथवा वकारस्य लोपः. इदानीं भवत्याः कृते प्रश्नः अस्ति, अस्य सूत्रस्य रात्सस्य इति सूत्रस्य अनयोः सम्बन्धः अस्ति वा? रात्सस्य रात्सस्य वदति रेफात् परः सकारस्य एव लोपः इति. अत्र रेफात् परस्य चकार अथवा वकारस्य लोपः इति. किन्तु तत्तु पदान्ते एव भवति. इदं सूत्रं तु अपदान्ते भवति इत्यत्वा तत्र अत्र भेदः वर्तते. हा इति अस्ति अस्ति सत्यं. हा अत्र अनुना अत्र प्रत्ययः परः परः अस्ति. अनुनासिकप्रत्ययः परः अथवा क्वी इति परः अस्ति अथवा झलादि प्रत्ययः परः वर्तते. इदं सूत्रं तु अङ्गाधिकारे अस्ति. पश्यन्तु इदं सूत्रम् अङ्गाधिकारे अस्ति. चतुर्थपादे षष्ठाध्यायस्य चतुर्थपादे अस्ति. रात्सस्य इति सूत्रं तु त्रिपाद्याम् अस्ति. अतः इदं सूत्रं रात्सस्य इति सूत्रं द्रष्टुमपि न शक्नोति. अतः तदपि अस्ति. अस्य कार्यं प्रथमतया वर्तते. प्रथमं स्यात् तर्हि. समीचीनं समीचीनं. धन्यवादः. अरुणा भगिनी किञ्चित् अग्रे पठति वा? भगिनी नमस्कारः. नमस्कारः. तल्लोप उदाहरणं पदामि भगिनी. अत्र तल्लोपः मूर्च्छ मूर्च्छ मूर्च्छ मूर्च् योगः मूर्च् धातुः. यङ् लुकि मो मूर्च् धातुः. अमोमृच् योगतकार. ल्लोपः इत्यनेन चकारलोपः. अमोमुर् युगता तुगन्तलघुपदस्य इत्यनेन उपधागुणः. अमोमोर् युगकार अल्नाभ्यो दीर्घात् सुतिस्य अपृक्तहल् अपृक्तं हल् इत्यनेन अमोमुर् भवति. अत्र धातु अस्ति मूर्च्छा धातु. यङ्गन्तरूपमस्ति मोमृच् इत्थम् अनन्तरम्. अधुना अमोमृच् योगः लङ्लकार. अमोमृच् अमोमृच् लङ्लकार अङ्गमस्ति. तदनन्तरं प्रत्ययः तकारान्तप्रत्ययः. अधुना राल्लोपः इति सूत्रं कार्यं करोति. कार्यं रेफात् परस्य चकार वकार लोपवति. ते एव तदेव स्थानमस्ति. निमित्तानि अस्ति क्विप्रत्यय हलादि झलादिप्रत्ययः अनुनासिक च परे. अत्र उदाहरणे तकार झल् वर्णः अस्ति. अतः चकारलोपः भवति. चकारपूर्वं रेफा अस्ति, चकार अस्ति, परन्तु जल वर्णः अस्ति. ततः अमोमुर् भवति. अमोमुर् यवतु प्रथमं पुगन्तलघुपदस्य इति अङ्गकार्यम् अमोमुर् भवति. अमोमुर् यवता तकारलोपो भवति. एकाल् अस्ति हल्नाभ्यो दीर्घातुति स्तुतिस्य अपृक्तं हल् अतेन अमोमोर् भवति. अमोमोर् अमोमो रेफा विसर्गः भवति भगिनि. अमोमो आमां सत्यम् अमोमोः इति भवति. सत्यं बहु समीचीनं भगिनि. धन्यवादः. सम्यक्तया उक्तवती. अत्र इदानीम् अमोमुर्च् योगः तकारः इति प्रसङ्गे इदानीं राल्लोपः इति सूत्रमेव नास्ति इति चिन्तयतु. तदानीं किं भवति अत्र? तत्र हल्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हलिति लोपः भवितुमर्हति किल तकारस्य? अस्तु अल्याभ्यो दीर्घात् सुदीसुति से प्रत्यमालितेन तकारस्य लोपः भवति तत्पश्चात् किं भवति तत् पदसंज्ञा प्राप्नोति तस्मात् तु राल्लोपः इति कार्यं कर्तुमेव न अर्हति किल भगिनि न इदानीं राल्लोपः इति सूत्रमेव नास्ति इति चिन्तयतु सूत्रमेव नास्ति इदानीम् अमो मूर्च्छयोगः तकारस्य हल्याभ्यो दीर्घात् इत्यनेन लोपः अस्तु अग्रे अग्रे पदान्तं पदसंज्ञा प्राप्नोति तस्मात् रेफात् परः चकारः चकारस्य लोपः न भवति यतोहि राक्षस्य इति सूत्रम् आगत्य तिष्ठति तत्र सकारस्य एव लोपः भवेत् अतः अमोमूर्च्छ एव रूपं भवति इति चिन्तयामि अमोमूर्च्छ इति अनिष्टरूपं लभ्यते रालोपः इति सूत्रं नास्ति चेत् परन्तु अष्टमाध्याये गत्वा तत्र अमोमुर् इति भवति अमोमुः इति रूपं सिद्ध्यति खलु अष्टमाध्याये गत्वा किं भवति अष्टमाध्याये गत्वा तत्र रात्सस्य इति सूत्रात् चकारस्य लोपः भवति न न न रेपात् परस्य सकारस्य एव लोपः अन्यवर्णस्य न इदानीं रेपात् परस्य सकारः नास्ति चकारस्य लोपः न भवति अतः अमो पुगन्तलघुपदस्य अपि कार्यं न करोति यतोहि तत्र रेफात् परः छ अस्ति अत्र उपधा नास्ति अतः अमो मूर्च् इति अनिष्टरूपं लभ्यते इति एव भगिनी अपि उक्तवती भगिनी अपि अमो मूर्च् इति भवति रात्रस्य इत्यस्य कार्यं नास्ति संयोगान्तस्य लोपः इत्यस्य कार्यं नास्ति भुगन्तलघुपतस्य इत्यस्य कार्यं नास्ति केवलं हल्याभिदीर्घस्तुतिस्य प्रथमः हल् इति कार्यं समानम् अस्ति तर्हि अत्र राल्लोपः इति सूत्रम् अङ्गाधिकारे वर्तते इति कृत्वा तस्य कार्यं प्रथमतया भवति येन शकारस्य लोपः भवति तत्पश्चात् रेपतकारयोः संयोगः तत्र संयोगान्तस्य लोपः रात्सस्य इत्यस्य प्रसङ्गः वर्तते परन्तु तस्मात् पूर्वं हल्याभिदीर्घस्तुतिस्य प्रथमं हल् इत्यनेन तप्रत्ययस्य लोपः इदानीं गुणः पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः भवति गुणः भवति अनन्तरं विसर्गः करवसानीयविसर्जनीयः इत्यनेन विसर्गः इति एवं रीत्या प्रक्रिया अस्ति अत्र अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामि भगिनि एकः प्रश्नः अस्ति हल्याभ्यो दीर्घात् श्रुतिषे प्रथमं हल् एतस्य कार्यं यदा न अभवत् अमोमुर् योगतकार अस्ति तदा हलि च किमर्थं कार्यं न करोति अमोमुर् योगः तकारः इति वा हलि च इति सूत्रं त्रिपाद्याम् अस्ति अतः असिद्धम् अस्ति हल्याभ्यो दीर्घात् श्रुतिषे प्रथमं हल् इत्यस्य अपेक्षया हलि च इति त्रिपाद्याम् अस्ति इति कृत्वा असिद्धम् शास्त्रासिद्धम् एवं वा एवं नास्ति वा अस्तु समीचीनं तर्हि इदानीम् अग्रे विजया भगिनी पठति वा आं मोहिनी नमस्कारः नमस्कारः अत्र राल्लोपः सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च तदा एव सन्धिकार्यस्य सकारलोपः भवति राल्लोपः इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु पूर्वत्र सिद्धम् इत्यनेन अतिर्द्वे उपादायां च संयोगान्तस्य लोपः उपादायां च इत्यनेन धातोः उपदाभूतयोः रेपवकारयोः अल्परयोः इकः दीर्घः स्यात् तस्य कृते पदसंज्ञा न अपेक्षिता अपि तु धातुसंज्ञा एव अपेक्षिता अत्र मोमुच् इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत् किन्तु राल्लोपः इति सूत्रं प्रति उपादायां च असिद्धं भवति संयोगान्तस्य लोपः इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता अमोमुच् योगः इत् इति स्थितौ तिप् अस्ति अतः पदसंज्ञा अस्ति पदान्ते च चकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत् किन्तु रालोपः इति सूत्रं प्रति संयोगान्तस्य लोपः असिद्धं भवति. इदानीमत्र रालोपः कुत्र भवति चेत् तत्र निमित्तं परत्वात् अनन्तरम् अङ्गकार्यत्वात् एव अत्र रालोपः इति सूत्रं कार्यं करोति. अनन्तरम् अत्र सन्धिकार्यस्य सकारः लोपः भवति. राल्लोपः इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्तेः, किन्तु अत्र राल्लोपः अनन्तरम् अत्र अन्यसूत्रमस्ति राक्षस्य इति द्वे सूत्रे प्रसक्तिः भवति, परन्तु अत्र पूर्वत्र सिद्धम् इत्यनेन असिद्धेः असिद्धिः भवति. इदानीमेव भवत्या उक्तम् अत्र राल्लोपः इति अङ्गकार्यविषये भवति, अनन्तरम् अत्र राक्षस्य इति तु त्रिपाद्यम् अस्ति इति, अतः तत्र पूर्वत्र सिद्धम् इति सूत्रेण असिद्धः भवति. पूर्वसूत्रं कृते परसूत्रम् असिद्धं भवति इति. इदानीम् उपादायां च संयोगान्तस्य लोपः इत्यनेन धातोः उपदाभूतयोः रेफवकारयोः अल्परयोः इक् दीर्घः स्यात्. यत्र रेफवकारयोः रेफः अनन्तरं वकारः अस्ति चेत् अत्र ईकवर्णः अस्ति चेत् अत्र दीर्घः भवति इति उपदायां चैतन्यं. तस्य कृते पदसंज्ञा न अपेक्षिता. तस्य समये अत्र पदसंज्ञा न अपेक्षिता एव, अपि तु धातुसंज्ञा एव अपेक्षिता. अत्र मोमुर्च् इति धातु निमित्तानि सन्ति, अतः प्रसक्तिः आसीत्. मोमुर्च् इति धातु एव अत्र, किन्तु रालोपः इति सूत्रं प्रति उपादायां च असिद्धं भवति. रालोपः अङ्गकार्यम्, उपादायां च उपादायां च इति तु त्रिपाद्यमस्ति अत्र. संयोगान्तस्य लोपः इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता भवति. अमोमुच् योगत्त इति स्थितौ तिप् अस्ति अत्र, तकारः अस्ति लङ्लकारे, अत्र तिप् अस्ति अत्र, अतः पदसंज्ञा अस्ति. पदान्ते च चकारतकारयोः संयोगः अस्ति, अतः प्रसक्तिः आसीत्. किन्तु रालोपः इति सूत्रं प्रति संयोगान्तस्य लोपः इति सूत्रम् असिद्धं भवति इति भवती इदानीमेव अत्र उक्तम्. एतदपि अत्र स्पष्टीकरणार्थं पुनरपि तत्र दत्तं महोदय. समीचीनं वा, इतोपि पठनीयं वा? आमां सम्यक् भगिनि, सम्यक् समीचीनं. तर्हि उपादायां च इति सूत्रस्य प्रसक्तिः कथमिति प्रतिपादयतु. अस्तु, तत्र शोभा भगिनी वदतु, उपादायां च इति सूत्रस्य प्रसक्तिः कथम्? न, अहं वदन्ती अस्मि महोदय. ओ, वदन्ती अस्ति वा? अस्तु अस्तु, वदतु. अत्र धातोः उपदवर्णः अत्र रेफवकारः अस्ति चेत् अत्र इक्वर्णस्य दीर्घः भवति इति इदानीमेव वयं दृष्टवन्तः. अन्तिमवर्णः हलिवर्णः अस्ति चेत् अत्र उपदायां दीर्घः भवति इति, रेपवकारः अस्ति वा चेत् एव एतत् भवति. अमोमूर्च्छयोगः त इत्यत्र निमित्तं कथं पूरितम्? अमुर्च् इत्यत्र कथं पूरितं निमित्तम्? अमोमूर्च् इति अत्र रेपः अस्ति, परन्तु एतत्तु पदान्ते नास्ति खलु? पदान्ते न अपेक्षितं खलु, उपदायांश इत्यस्य कार्यार्थं किं किम् अपेक्षितम्? उपदायांश इति अत्र उपदायाम् अत्र रेपः वकारः अस्ति चेत् इत्युक्ते न केवलम् उपदायं रेपः अस्ति, अपि तु हलन्तधातुः भवेत्। मोमुर्च् इत्यत्र हलन्तधातुः, हल् वर्णः अस्ति परः, रेपात् परः हल् वर्णः, हल् वर्णात् पूर्वं रेपवर्णः, तस्मात् पूर्वम् इक् वर्णस्य दीर्घादेशः भवति। मोमूर्च् मोमूर्च् इति स्यात्, अमोमूर्च् इति स्यात्। तर्हि तत्र परनिमित्तं किमपि न अपेक्षितम्, उपदायां च इति अनैमित्तिकमस्ति, परनिमित्तं न अपेक्षितं। हलन्तधातुः उपदायां रेपः, तस्मात् पूर्वम् इक् वर्णस्य दीर्घत्वं भवति। तर्हि उपदायां च इति सूत्रस्य कार्यं किमर्थं न स्यात् इति चेत्, यथा भवती प्रतिपादितवती, त्रिपाद्याम् अस्ति उपदायां च इति सूत्रम्, अतः तस्य कार्यं राल्लोपः इति सूत्रस्य अपेक्षया तत् सूत्रम् असिद्धम् इति कृत्वा तत् कार्यं न भवति, राल्लोपः एव भवति। यदा राल्लोपः इत्यनेन चकारस्य लोपः भवति, तदानीम् अमोमुर् योगः तकारः, इदानीमपि उपदायांश इत्यस्य प्रसङ्गः भवितुमर्हति। पुनः तत्रापि वयं किं वदामः, हल्याभ्यो दीर्घसूतिस्य पृक्तं हल् इति पूर्वसूत्रमस्ति, उपदायांश इति परसूत्रम् असिद्धम् इति कृत्वा हल्याभ्यो दीर्घसूतिस्य पृक्तं हल् इत्यनेन तप्रत्ययस्य लोपः, तर्हि तत्र अमोमुर् इत्येव लभ्यते। तर्हि अत्र प्रचुरतया त्रिपाद्यां यानि सूत्राणि तेषाम् असिद्धत्वं वयं द्रष्टुं शक्नुमः। एवमेव संयोगान्तस्य लोपः इत्यस्यापि विषये चिन्तनीयम्। भगिनी प्रश्नः अस्ति, पृच्छामि वा? तत्र संयोगान्तस्य लोपः कथं प्रवर्तते? तत्र तु रेफात् परः चकारः अस्ति किल? रेपात् परः चकारः तकारः, इदानीं संयोगस्य अन्ते किम् अस्ति? चकारतकारयोः संयोगः। सत्यं, तकारः तु हल्याभ्यो दीर्घासस्य प्रोक्तं हल् इत्यनेन लोपः न भवति वा? भवितुम् अर्हति किल? यदि हल्याभ्यो दीर्घ, यदि इदानीं भवती वदति राल्लोपः इत्यस्य कार्यं नास्ति, हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यस्य एव कार्यम् अस्ति, तकारस्य लोपः भवति, रेपचकारः संयोगः अस्ति, तत् संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति इति वक्तुम् इच्छति वा? तत्र तु प्रथमं तु हल्याभ्यो इत्यनेन तकारस्य लोपः भवति, पदसंज्ञा प्राप्नोति, यदि पदसंज्ञा प्राप्नोति तस्मात् तु संयोगान्तस्य लोपः तु न प्रवर्तते। न, इदानीं पश्यतु हल्याभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यस्य लोपात् पूर्वमेव अत्र पदसंज्ञा अस्ति, अमोमूर्च्छित् तकार रेपचकारतकारः इति, तदानीमेव पदसंज्ञा अस्ति, तदानीमेव संयोगः अपि अस्ति, चकारतकार रेपचकारतकारयोः एतेषां सर्वेषां संयोगः, परन्तु वर्णद्वयस्यैव संयोगः, तकारतकारयोः संयोगः, रेपचकारयोः संयोगः, चकारतकारयोः तकारयोः संयोगः वर्तते, अतः संयोगान्तस्य लोपः इत्यस्य प्रसङ्गः तु अस्ति, पदान्ते संयोगः वर्तते चकारतकारयोः। परन्तु तत्र किमर्थं तत्र तकारस्य संयोगः भवति भगिनि? यतोहि तत्र एकाल् अपृक्तसंज्ञा प्राप्नोति तस्मात् तत्र लोपः न भवति वा? न, एवं चेत् राल्लोपः इति सूत्रमपि अस्ति खलु, भवती राल्लोपः इति सूत्रं त्यजति, केवलं हल्याभ्यो दीर्घसूतिस्य पृक्तं हल् इत्यस्य कार्यं कर्तुम् इच्छति, किमर्थं? राल्लोपः इत्यस्य प्रसङ्गः अस्ति। राल्लोपः कथं प्रवर्तते? राल्लोपः यदि तत्र रेफात् परः चकारः अस्ति किल, तत्तु न भवति? अत्र तु अस्ति रेपात् परः चकारः वर्तते, अपि च जलादिप्रत्ययः अपि वर्तते, जलादिप्रत्यये परे राल्लोपः तु प्रसक्तिः, राक्षस्य इति वदन्ति अस्मि, राक्षस्य तु प्रसक्तिः नास्ति यदि तकारस्य लोपः पूर्वं जायते. न, अत्र राक्षस्य चिन्तनमेव नास्ति, राल्लोपः इत्यनेन चकारस्य लोपः भवति, यदा लोपः भवति तदानीं रेपतकारयोः संयोगः वर्तते, तर्हि संयोगान्तस्य लोपः राक्षस्य इत्यनयोः कार्यं भवति वा इति प्रश्ने सति, तस्मात् पूर्वं हल्याभ्यो दीर्घस्थितिस्य पृत्तं हल् इत्यस्य कार्यं भवति. अतः संयोगान्तस्य लोपः राक्षस्य इति द्वयोः अपि कार्यं न भवति, सूत्रद्वयमपि त्रिपाद्यामेव अस्ति खलु. सत्यं सत्यम्. अस्तु अस्तु भगिनि, इति अत्र केवलं चिन्तनार्थम् उक्तं संयोगान्तस्य लोपः इति न अपेक्षिता, परन्तु वस्तुतः यथा भवती वदति राक्षस्य इत्यपि न अपेक्षिता, यतोहि अत्र हल्याभ्यो दीर्घस्थितिस्य पृक्तं हल् इत्यनेन लोपः भवति तकारस्य. अस्तु भगिनि, धन्यवादः. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तर्हि उमाभगिनी अग्रे पठति वा? पठामि भगिनि, श्रूयते वा? आमां श्रूयते, वदतु. अतः राल्लोपः सर्वप्रथमं भवति परत्वात् अङ्गकार्ये अङ्गकार्यत्वात् च, तदा एव सन्धिकार्यस्य स लोपः राल्लोपः अभवत् खलु. अग्रिमपरिच्छेदः भगिनि, अग्रिमपरिच्छेदः भगिनि, अमूर्ष्ण न न अनुनासिकस्य क्विज्जलोः ततः कुत्र अस्ति भवति अनुनासिकस्य अनुनासिकस्य अनुनासिकस्य क्विज्जलोः इत्यनयोः अनुवृत्तिः इत्युक्तम्, क्विज्जलोः अनुनासिकस्य क्विज्जलोः इत्यनयोः अनुवृत्तिः इत्युक्तम्. काशिकायाम् अनुनासिकस्य इत्यस्य पर्युदासे इङ्गिति इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय इङ्गिति स्वीक्रियते स्वीक्रियते चेत् अमोमुच् योगः त इति स्थितो इष्टं रूपं न सिद्ध्यति स प्रत्ययस्य स्थित्वात् अपि च अनुनासिकस्य इत्यस्य अनुवृत्तिः अपेक्षिता एव, यथा मोमुच् योगः नि लटि मकारस्य अनुनासिक अनुनासिकत्वात् राल्लोपः इत्यनेन स लोपः स लोपः मोमुर् योगः नि उगन्तलघुपदस्य पदस्य च योगः महा मकारस्य अनुनासिकस्य अनुनासिकत्वात् राल्लोपः इत्यनेन स लोपः मोमुर् योगः मा हलीच इत्यनेन मोमूर्मः विद्यतो. तत्र मोमुस् इति मोमुस् योगः मी उत्तमपुरुषस्य लट्लचकार उत्तमपुरुषः मकारस्य अनुनासिकस्य अनुनासिकत्वात् राल्लोपः ओके सो राल्लोपः अत्र छ लोपः सो मोमुस् इत्यस्य चकारस्य लोपः भवति मोमुर् योगः मि पुगन्तलघुपदस्य च मो मोर्मि मोमुष् योगः मः मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन स लोपः सो मोमुर् योगः मः हलि च इत्यनेन मोमूर्मः इति आगच्छति. आमामां तर्हि अत्र वस्तुतः अस्मिन् सूत्रे रालोपः इति सूत्रे काशिककारस्य मते स्मिति इति पदस्य अनुवृत्तिः अस्ति, तत्तु वस्तुतः नास्ति, तद् न स्वीक्रियते, केवलम् अनुनासिके परे क्विज्जलो परे क्वि झलि परे इति स्वीक्रियते, यदि क्निति इति स्वीक्रियते चेत् तत्र इष्टरूपं न लभ्यते. तर्हि हलि च इति सूत्रस्य कार्यं किमर्थं न भवति इति सरस्वती भगिन्या पृष्टं खलु. अत्र मोमूर्च्छ्योगः मह इति प्रसङ्गे तत्र हलि च इत्यस्य प्रसङ्गः लभ्यते. तत्र रालोपः इत्यस्य कार्यमपि अस्ति, मोमुर्योगः मह इति प्रसङ्गे इदानीं हलिच इत्यस्य प्रसङ्गः भवति, यतोहि मोमुर्म इति अस्ति, मोमुर्मः इति अस्ति, तत्र हल्वर्णः परः अस्ति, पूर्वं रेपः अस्ति, तस्मात् प्राक् इक्वर्णः अस्ति चेत् दीर्घादेशः भवति इति अत्र अस्ति. आं भगिनि, ओके, तर्हि इदानीम् अस्तु भगिनि, समीचीनं. तर्हि इदानीं हली च इति सूत्रं तत्र विजयलक्ष्मी भगिनी पठतु. हलि च अष्टमाध्यायस्य द्वितीयपादस्य सप्तसप्ततितमं सूत्रम्. रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः रुओः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषामपि ग्रहणम्. हलि सप्तम्यन्तं च सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोर् उपधाया दीर्घ उपधायाः दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं रोः धातोः उपधायाः इकः दीर्घः हलि च. सूत्रं हलि च इति सूत्रम् अष्टमाध्याये अस्ति. सूत्रं वदति रेफान्तः भवतु वा वकारान्तः भवतु धातोः उपधायां यत् इक् वर्णः भवति तस्य दीर्घः भवति इति सूत्रं वदति. अत्र रोः इति कुतः आगतः? रोः रोर् उपधायाः दीर्घ इकः इति पूर्वस्मात् सूत्रात् सम्पूर्णसूत्रम् अनुवृत्तिरूपेण आयाति. अतः अत्र रोः इति येन विधिस्तदन्तस्य इति सूत्र इति परिभाषासूत्रेण यस्य अन्ते रेफः अथवा वकारः भवति तस्य एव ग्रहणं भवति. हलि इति सप्तम्यन्तं च इति अव्ययपदं द्विपदम् इदं सूत्रं सम्पूर्णसूत्रं. सिपि धातोरुर्वा इति सूत्रात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुओः धातोः उपधायाः इकः दीर्घः हलि च. अतः हल् वर्णः परे भवति चेत् रेफान्तस्य उत वकारान्तस्य एतत् अङ्गं नास्ति खलु भगिनी, पदम् इति एव खलु? अत्र पदमपि नास्ति, पदमिति अपि नास्ति. रेपान्तवकारान्त धातुः धातुः भवेत्, तदनन्तरं हल् वर्णः भवेत्. अस्तु, हल् वर्णः भवेत् इत्युक्ते धातौ धातौ एव धातौ एव धातुः हलन्तः भवेत्, उपधायां रेपः भवेत्, तस्मात् प्राक् इक् वर्णः भवेत्. अनन्तरं हल् वर्णः भवेत्. हल् वर्णः इत्युक्ते प्रातिपदिकस्य हल् वर्णः इति एव खलु. अतः अङ्गम् इति वक्तुं शक्यते वा? किमर्थं प्रातिपदिकस्य हल् वर्णः? प्रातिपदिकं न, धातुः न. हलि हलि इति तु अनन्तरं धातोः परे हल् वर्णः भवेत् इति एव निमित्तं खलु? न न, धातोः परः हल् वर्णः भवेत् इति न निमित्तम्. अत्र निमित्तं किम् अस्ति? हलीपरे धातोः उपधायां रेपः वकारः भवेत्. तादृशरेपः वकारः इत्यनयोः अनन्तरं हल् वर्णः भवेत्. तद् हल् वर्णः कुतः आगच्छति? प्रातिपदिकात् एव, धातव एव. धातव न, किमर्थं प्रातिपदिकम् इति वदति? सुबन्तप्रकरणे एव प्रातिपदिकम्, अत्र तिङन्तप्रकरणमस्ति, किमर्थं प्रातिपदिकम् इति वदति? प्रातिपदिकं न, प्रत्ययः इति वा? प्रत्ययः, प्रत्ययः इति तथा नास्ति भगिनि, अत्र तथा न, तथा न विवक्षा. इत्युक्ते अत्र रुवोः धातोः उपदायाः इकः दीर्घः हली च इति अस्ति. तर्हि अत्र अत्र व्याख्यानं काशिकाकारस्य व्याख्यानं वयं पश्यामः चेत् अत्र अत्र समयः अपि अतीतः खलु, अस्य विषये चिन्तनम् अग्रिमसप्ताहे कुर्मः. वस्तुतः अत्र काशिकाकारस्य व्याख्यानं पठामः चेत् अत्र स्पष्टं भवति कथं लिखितम् इति चेत्, हलीच परतः रेपान्तस्य वकारान्तस्य धातोः उपधायाः इकः दीर्घः एव इति एव उक्तमस्ति. सत्यं. तर्हि महोदय, अत्र अत्र हलीपरे इति मी यदा मी इत्यस्य प्रत्ययं योजयामः तथा एव तस्य सूत्रस्य प्रसक्तिः अस्ति खलु? यतोहि अत्र पश्यतु, इत्युक्ते हा हा, इत्युक्ते अत्र हल्वर्णद्वयम् अपेक्षितं. सत्यं, हल्वर्णद्वयम् अपेक्षितम् अत्र. इत्युक्ते उपधायां रेपः, तस्य उपः अस्ति, तस्य अनन्तरं कश्चन हल्वर्णः अपेक्षितः अस्ति, तस्य अनन्तरं पुनः हल्वर्णः अपेक्षितः अस्ति. अत्र हल्वर्णद्वयम् इत्युक्ते हलन्तः धातुः भवेत्, तस्य उपधायां रेपः, तादृशधातोः अनन्तरं हल्वर्णः भवेत्. इदानीं मोमूर् इति मोमूर् इति प्राप्तम्, अनन्तरं प्रत्ययस्य हल् वर्णः आगच्छति, तस्यां स्थितियां हलिच इति सूत्रेण रेपात् पूर्वं यः उकारः अस्ति तस्य दीर्घत्वं भूत्वा मोमोर् इति भवति खलु, मोमोर् मी. कुत्र मोमूर् मोमूर् योगः मी इत्यत्र वा? अत्र तोतुर् तत्रापि तदेव, परन्तु न न, एकक्षणं भगिनी, अत्र पद्मनाभन् महोदय कुत्र वदति? अत्र यदा मोमूर् इति प्राप्नुमः अनन्तरं अत्र गुणस्य प्राप्तिः नास्ति, कितिङ् इति प्रत्यये परे अत्र मी इत्यस्य मह इत्य मी इति पित् प्रत्ययः, मी इति पित् प्रत्ययः, मह मह मह अत्र हल् वर्णः अस्ति, मह मकारः अल् हल् वर्णः अस्ति, अनुनासिकवर्णः अत्र सम्यक्तम् अनुनासिकवर्णः अस्ति, अतः अतः एव अत्र रेप मोमूर् मह अत्र हल् वर्णः प्रत्ययस्य एव आदिमवर्णः हल् वर्णः अस्ति खलु. अत्र हलीच इत्यस्य कार्यं नास्ति महोदय, अत्र मोमूर् योगः मह इति प्रसङ्गे उपदायां च इति सूत्रम् अस्ति खलु, उपदायां च इति सूत्रेण भवत् उपदायां च इति सूत्रं किं वदति तत्र, उपदायां च इति सूत्रं वदति धातौ उपदाभूतयोः रेपवकारयोः हल्परयोः इकः दीर्घः स्यात्। अत्र वस्तुतः हलि च इति सूत्रं नास्ति, मोमुर्योगः मः इत्यत्र उपदायाम् इति सूत्रं भवेत् इति चिन्तयामि। अस्तु अस्तु अस्तु अस्तु महोदय, धन्यवादः। तत्र समीचीनतया न लिखितं हलि च इति इति न भवेत्, हलि च इति नास्ति तत्र, उपदायाम् इति सूत्रेण, उपदायां च इति सूत्रेण भवति, यतोहि किं तत्र रेपात् अनन्तरं हल्वर्णः अस्ति, तस्मात् पूर्वम् इक् वर्णः अस्ति, तदानीम् इकः दीर्घत्वं भवति। परन्तु तत्रापि धातोः उपदाभूतयोः रेपवकारयोः हल्परयोः इति कृत्वा अत्र उपदायां च इति सूत्रं स्यात् इति चिन्तयामि। अस्य विषये किञ्चित् चिन्तनं पुनः अग्रिमसप्ताहे कुर्मः। हली च इति सूत्रं किं वदति, उपदायां च इति सूत्रं किं वदति, अनयोः भेदः कः, अपि च मोमुर्योगः मः इत्यत्र किं सूत्रं प्रवर्तेत, अलीच इति वा उपदायांश इति वा। इदानीं यदा पश्यामि अत्र उपदायांश इति सूत्रं भवेत् इति चिन्तयामि। परन्तु उपदायांश इति सूत्रे तु परनिमित्तं न अपेक्षितं खलु, अत्र मह इति तु परनिमित्तमस्ति, अतः मोमुर्योगः मह इत्यत्र कथं वा अलीच इति प्रसङ्गः, यतोहि हलिच इत्यत्र हलिच इत्यत्र रेपान्त रेपान्तधातुः भवेत्, सत्यं मम दोषः, हलिच इत्यत्र रेपान्तः धातुः भवेत्, अत्र तु मोमुर् इति रेपान्तः अस्ति, रेपान्तः अस्ति, उपदायाम् इक् वर्णः अपि अस्ति, तस्य अनन्तरं हल् वर्णः अस्ति, अतः तस्य कार्यं भवति। इदानीं तोत्तुर्वयोगः मह इति प्रसङ्गे वकारस्य यदा लोपः भवति तदानीं रेपान्तः धातुः अस्ति, अपि च हल् वर्णः परः अस्ति इति कृत्वा हलि चैतन्येन दीर्घादेशः भवति, अत्र उपदायां चैत्यस्य प्रसङ्गः नास्ति, मम दोषः। मोमुर् इति प्रसङ्गे अपि च तोतुर् इति प्रसङ्गे उभयत्र तत्र हलि चैत्यस्य एव कार्यम्। अवगतं वा किं किमुक्तम् इति, हलि चैत्यस्य कार्यार्थं धातुः रेपान्तः भवेत्, रेपान्तः धातुः, तस्य अनन्तरं हल् वर्णः भवेत्, रेपात् पूर्वम् उपदायाम् इक् वर्णः भवेत्, तदानीं तादृश इक् वर्णस्य दीर्घादेशः भवति। अत्र यत्किमपि लिखितम् अत्र कल्पते सर्वं सम्यक्, यद् यद् मया पूर्वम् उक्तं तद् दोषेन मम भ्रमः आसीत् किञ्चित्, तत्र उपदायां च अलि च अनयोः विषये कश्चन भ्रमः, इदानीं स्पष्टमस्ति। हा बहुवारं अलि च इति सूत्रं मया पठितमस्ति, तथापि रात्रौ दशवादने अस्ति चेत् तत्र हलिच इति उपरि गच्छति। अस्तु अस्तु अस्तु, तर्हि अत्र स्थगनं कुर्मः, समयः अपि अतीतः। धन्यवादः भगिनी, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः।